गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं निधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तत्प्रसङ्गः न्यायवर्गे सर्वेषां सुस्वागतम् There's a problem in our the internet is not available since yesterday night so I'm connecting through my phone which means I also don't have the spreadsheets in front of me bhavatu चिन्ता मास्तु तर्हि इदानीं सत्प्रतिपक्षः इत्यत्र अव्याप्यवृत्तित्वनिरूपणम् इति शब्दः नित्यः श्रावणत्वात् शब्दः अनित्यः कार्यत्वात् इति उभयोः मध्ये कः प्रतिबध्यज्ञानं किं प्रतिबन्धकज्ञानम् इति एतत् सर्वम् अस्माभिः गते वर्गे दृष्टमासीत् तर्हि स्वामिमहोदय अस्मान् बोधयति वा महोदय प्रतिबध्यज्ञानस्य आकारः कः प्रतिबन्धकज्ञानस्य आकारः कः हरि ओम् आं महोदय वदतु प्रतिबध्यज्ञानस्य आकारः कः उदाहरणे महोदय नास्ति चेत् केवलं उदाहरणमस्ति खलु इदानीम् उदाहरणद्वयमस्ति शब्दः नित्यः श्रावणत्वात् तत्र हेतुः आसीत् शब्दत्ववत् शब्दः अनित्यः कार्यत्वात् घटवत् इति उदाहरणत्वम् अनयोः उदाहरणयोः मध्ये एकः एकं ज्ञानम् अन्यं प्रतिबध्नाति तर्हि प्रतिबध्यज्ञानस्य आकारः कः सम्यक् वक्तुं न शक्यते भवता वक्तुं वक्तव्यम् एव नो चेत् लाभः नास्ति अस्तु अत्र 270th पेज् मध्ये प्रथमपङ्क्तौ चतुर्थवाक्ये अयं हि शब्दत्वावच्छिन्नविशेषता इति अस्ति खलु अयं हि शब्दत्व अवच्छिन्ननित्यत्वावच्छिन्नप्रकारताशालि बुद्धित्वावच्छिन्नप्रतिबध्यता निरूपितशब्दत्वावच्छिन्नविशेष्यतानिरूपितनित्यत्वाभावव्याप्यकृतकत्वावच्छिन्नप्रकारताशालि निश्चयत्वावच्छिन्नप्रतिबन्धकताशालि निश्चयः भवति तर्हि एतद् वाक्यं पठित्वा भवता वक्तुं शक्यते एव शक्येत यदि अवगच्छति तर्हि शक्येत तद्दृष्ट्वा एव भयं भवति दीर्घवाक्यं न अत्र किमपि नास्ति अस्तु शब्दत्वावच्छिन्नविशेष्यता इति अस्ति खलु निरूपित शब्दत्वावच्छिन्नविशेष्यता तर्हि शब्दत्वावस्य विशेष्यता कुत्र अस्ति शब्दे अस्ति महोदय उत्तमं तावदेव शब्दत्वं शब्दे अस्ति खलु आम् महोदय शब्दत्वं शब्दे अस्ति इति कृत्वा शब्दत्व अवच्छिन्नविशेष्यता, विशेष्यता इत्युक्ते विशेष्यः मुख्यविशेष्यः शब्दः, तदेव उदाहरणद्वये अपि विशेषः खलु, शब्दः नित्यः श्रावणत्वात् शब्दत्ववत् इत्यत्र शब्दः पक्षः अस्ति, शब्दः अनित्यः कार्यत्वात् घटवत् इत्यत्रापि शब्दः पक्षः अस्ति, पक्षः एव सर्वदा मुख्यविशेष्यः भवति इति कृत्वा शब्दत्व अवच्छिन्नविशेष्यता इत्यनेन शब्दः इति अवगन्तव्यम्। तदनन्तरं निरूपित नित्यत्वत्व अवच्छिन्नप्रकारता कुत्र अस्ति? अस्य उत्तरार्थं नित्यत्वं कुत्र अस्ति? आकाशे अस्ति महोदय। न न, शब्दत्वं कुत्र अस्ति? शब्दत्वं शब्दे अस्ति। एवं नित्यत्वं कुत्र अस्ति? ओ नित्यपदार्थे न न, नित्यत्वं घटत्वं कुत्र अस्ति? घटे इत्युक्ते अधिकरणेन सह यदि त्वप्रत्ययं योजयामश्चेत् तत् उपरि गच्छति खलु? आम्। तर्हि इदानीम् अधोगमनार्थं कुत्र अधिकरणं प्रति गमनार्थं त्वप्रत्ययः निष्कासनीयः, शब्दत्वम् इत्यत्र त्वप्रत्ययं निष्कासयामश्चेत् शब्दः इति आगच्छति खलु? आगच्छति। एवं नित्यत्वं इत्यत्र त्वप्रत्ययं निष्कासयतु, स्वप्रत्ययद्वयमस्ति तर्हि नित्यत्वं कुत्र अस्ति इति चेत् नित्यत्वम् इत्यत्रैव अस्ति। ओ तर्हि शब्दत्व अवच्छिन्नविशेष्यता इत्युक्ते शब्दः, नित्यत्वत्व अवच्छिन्नप्रकारता तर्हि शब्दः विशेष्यः, नित्यत्वत्व अवच्छिन्नप्रकारता इत्युक्ते नित्यत्वम् इति प्रकारः, प्रकारताशाली बुद्धित्व अवच्छिन्न प्रतिबद्धता। तर्हि बुद्धित्व अवच्छिन्न प्रतिबद्धता कुत्र अस्ति? सर्वत्र समानरीत्या एव वक्तव्यं, बुद्धित्वं कुत्र अस्ति? बुद्धौ तावदेव, तावदेव, अत्र किमपि वैशिष्ट्यं नास्ति, क्लिष्टमपि नास्ति। दीर्घवाक्यं दृष्ट्वा एव मनसि अतः एव एतादृशमहं करोमि। अत्र वस्तुतः किमपि नास्ति, शब्दत्वावच्छिन्नविशेषता निरूपिता इत्युक्ते शब्दः विशेषः इति अवगन्तव्यं, नित्यत्वावच्छिन्नप्रकारता इत्युक्ते नित्यत्वम् इति प्रकारः, बुद्धित्वशाली बुद्धित्वावच्छिन्नप्रतिबद्धता इत्युक्ते बुद्धित्वं कुत्र अस्ति? बुद्धौ अस्ति, बुद्धिः इत्युक्ते ज्ञानम् इति अर्थः। तर्हि प्रतिबद्धता, प्रतिबद्धता कुत्र अस्ति? प्रतिबद्ध्ये भवति खलु महोदय, प्रतिबद्ध्ये प्रतिबद्धता भवति। तर्हि शब्दः नित्यः इति ज्ञानं प्रतिबद्ध्यज्ञानस्य आकारः अस्ति। शब्दः नित्यः, नित्य शब्दः नित्यः नो चेत् शब्दे नित्यत्वम् इति ज्ञानं प्रतिबद्ध्यज्ञानं। तर्हि मम प्रश्नः कः आसीत्, प्रतिबद्ध्यज्ञानस्य आकारः कः इति चेत् शब्दे नित्यत्वम् इति वक्तव्यं, नो चेत् शब्दः नित्यः इति वक्तव्यम् इति ज्ञानम् एव प्रतिबद्ध्यज्ञानम्। एवं प्रतिबन्धकज्ञानस्य इदानीं यथा मया प्रतिपादितं तथा भवान् एव प्रयत्नं करोतु, प्रतिबन्धकज्ञानस्य आकारकः इति वक्तव्यं। शब्दत्वावच्छिन्नविशेष्यता निरूपित शब्दत्वम् अस्ति, तर्हि तदनन्तरं नित्यत्व अभाव न न, शब्दत्वम् अस्ति इति मा वदतु, तर्हि शब्दत्व अवच्छिन्नविशेष्यता इत्युक्ते किम् अवगन्तव्यं, विशेषः कः? शब्दत्वं शब्दत्वं शब्दे अस्ति वा? शब्दत्वं कुत्र अस्ति? शब्दे अस्ति. तर्हि शब्दः इति वक्तव्यं, न तु शब्दत्वम्. बुध्यते खलु? शब्दे शब्दत्वमस्ति, शब्दः विशेष्यः इति कृत्वा शब्दे विशेष्यता अपि अस्ति, तर्हि विशेष्यता अपि च शब्दत्वं समानस्तरे इति अस्ति इति कृत्वा एकम् अन्यस्य अवच्छेदकं भवति. शब्दत्वं विशेष्यतायाः अवच्छेदकः भवति, नो चेत् विशेष्यता अपि शब्दत्वस्य अवच्छेदकः भवितुमर्हति, अवच्छेदिका भवितुमर्हति. तर्हि शब्दः इति वक्तव्यम्. तदनन्तरं तर्हि शब्दः विशेष्यः, प्रकारः कः? नित्यत्वाभावव्याप्य कृतकत्व कृतकत्वत्वावच्छिन्नप्रकारता शाली. नित्यत्वाभावव्याप्य केवलं त्वप्रत्ययः निष्कासनीयः इत्युक्तं खलु? कृतकत्वं तर्हि आम्, नित्यत्वाभावव्याप्य कृतकत्वम् तावदेव. अत्र कः क्लेशः? किमपि नास्ति. नित्यत्वाभावव्याप्यकृतकत्वम् इति प्रकारः. तर्हि शब्दः नित्यत्वाभावव्याप्यकृतकत्ववान्, नो चेत् शब्दे नित्यत्वाभावव्याप्यकृतकत्वम् अस्ति इति ज्ञानं प्रतिबन्धकज्ञानस्य आकारः. तावदेव. अस्तु, तर्हि इदानीं प्रतिबन्धकत्वं समान आकारकत्वम्, अत्र प्रतिबन्धकत्वं निरूपणीयं भवता. इदानीम् उभयमपि भवता उक्तं, प्रतिबध्यज्ञानस्य आकारः कः? शब्दः नित्यः इति. प्रतिबन्धकज्ञानस्य आकारः कः? शब्दः नित्यत्व अभावव्याप्यकृतकत्ववान् इति. तद्बुद्धं खलु? बुद्धं महोदय, तावत्. अस्तु, तर्हि इदानीम् अग्रे प्रतिबन्धकत्वं, शब्दः नित्यत्वव्याप्यकृतकत्ववान् इति ज्ञाने प्रतिबन्धकत्वं निरूपणीयं. प्रतिबन्धकनिरूपणार्थं किं किं भवेत्? समानाकारकत्वम् इति त्रयीति तृतीयं. प्रथमं किम्? प्रमात्वं भवेत् खलु? समीचीनं. प्रमात्वं भवेत्, निश्चयत्वं भवेत्, अपि च समानाकारकत्वं भवेत्. सत्यं. तर्हि एतद् ज्ञानं, शब्दः नित्यत्व अभाव्य व्याप्य कृतकत्ववान् इति ज्ञानं प्रमात्मकं वा भ्रमात्मकं वा? प्रमा एव महोदय. कथं जान कथं ज्ञातवान्? शब्दः श्रावणत्वात् नित्यः नास्ति. अस्तु, यत् प्रयासः करणीयः एव स्वामी महोदय, एतद् अवगन्तव्यमेव, नो चेत् प्रयोजनं नास्ति. इत्युक्ते अत्र यदा अद्वैतसिद्धिः इत्येतादि ग्रन्थाः पठ्यते तत्र एतादृश सर्वदा एतादृश अनुमानस्य प्रयोगः क्रियते एव. अस्तु मेहुल् महोदय वदतु, किञ्चित् सहायं करोतु महोदय. अस्तु महोदय, अत्र अहं पृच्छामि तस्य उत्तरं वदतु. अस्तु अस्तु. शब्दः नित्यत्वाभावव्याप्यकृतकत्ववान् इति प्रतिबन्धकज्ञानं प्रमाज्ञानं कथा भवति, कथं भवति इति प्रश्नः खलु. अत्र अत्र नित्यत्वाभावव्याप्यकृतकत्वम् इति अस्ति, इति प्रकारः अस्ति. तर्हि तद् तदभावव्याप्यवत्तानिश्चयमुद्रया तद् ज्ञानं प्रतिबन्धकत्वं भवति इति. न न, किन्तु प्रमातुं मम प्रश्नः कः, शब्दः नित्यत्व अभावव्याप्यकृतकत्ववान् इति ज्ञानं खलु. आम् आम्. तत् तज्ज्ञानं प्रमात्मकज्ञानम् इति किं दृष्ट्वा अस्माभिः निश्चितम्? शब्दः नित्यः इति प्रतिबद्ध ज्ञानस्य ज्ञाने यः साध्यमस्ति तस्य अभावः त्यजतु, इदानीं प्रतिबद्धज्ञानस्य विषये न चिन्तनीयमेव. अस्तु अस्तु. अत्र नित्यत्व अभावेन व्याप्य शब्दः अस्ति, अतः शब्दः अनित्यः अस्ति इति आगतम्, अतः एव इति कथं ज्ञातम्? अस्य ज्ञानस्य प्रमात्वं कथं जातम्? दृष्ट्वा, ओके, एतद् एतादृशं पृच्छामि, किं दृष्ट्वा एतादृशं भवता उक्तम्? किं दृष्ट्वा मुद्रा इति दृष्ट्वा इति वदेम? न न न, मुद्रा नास्ति, मुद्रा मुद्रायाः दर्शनं न भवति. अत्र शब्दः अनित्यः कार्यत्वात् घटवत् इति उक्तं खलु? आम् आम्. तर्हि घटं दृष्ट्वा? ओ अस्तु अस्तु, उदाहरणं दृष्ट्वा. हा, घटं दृष्ट्वा, घटः अनित्यः इति वयं जानीमः. सत्यं न, घटः घटः कृतकं कृतकः इति वयं जानीमः, घटः कार्यम् इति वयं जानीमः खलु? आं सत्यं, कार्यत्वात् कार्यत्वात् घटः अनित्यः इति अपि वयं जानीमः प्रत्यक्षेन. तथैव उत्पादनं प्रत्यक्षेन अस्माभिः दृष्टं, घटस्य नाशः अपि अस्माभिः प्रत्यक्षेन दृष्टं. तर्हि यत्र यत्र धूमः तत्र तत्र वह्निः यथा महानसे, इत्युक्ते वह्निव्याप्य धूमवान् अयं पर्वतः इत्यत्र कथम् एतत् ज्ञानं प्रमात्मकम् इति चेत् अत्र महानसं दृष्ट्वा खलु? सत्यं, महानसे घटं दृष्ट्वा व्याप्तिः दृष्ट्वा. सत्यं, शब्दः अनित्यः कार्यत्वात् इत्यत्र, इत्युक्ते शब्दः नित्यत्व अभावव्याप्य कृतकत्ववान् इति ज्ञानं प्रमात्मकम् इति कथं जातम् इति चेत् घटं दृष्ट्वा. सत्यम्. उदाहरणं दृष्ट्वा तत्र शब्दः इति भागः अवशिष्टः अस्ति, इत्युक्ते शब्दः शब्दे साध्यमस्ति वा न वा इति सन्देहः अस्ति, भवतु. किन्तु कृतकत्वं नित्यत्व अभावेन व्याप्यम् इति ज्ञातं खलु घटं दृष्ट्वा? आम् आम्. यत्र यत्र कृतकत्वं तत्र तत्र नित्यत्व अभावः. सत्यम् इति कृत्वा घटं दृष्ट्वा एतस्य प्रकारस्य प्रमात्वम् अवगतम्. अस्तु, तत्र निश्चयत्वमपि अस्ति. तर्हि इदानीं समानाकारकत्वं निरूपणीयं, तद् वदतु. आम्, अत्र समानाकारकत्वस्य लक्षणमस्ति समानविशेष्यकत्वे सति, समानविशेष्यता अवच्छेदकत्वे सति, भावाभावप्रकारत्वे सति, प्रकारकत्वे सति, समानप्रकारतावच्छेदकत्वम् इति. तर्हि तत्र चत्वारः पदाः सन्ति, प्रथममस्ति समानविशेष्यकत्वं पदानि चत्वारि पदानि सन्ति प्रथममस्ति समानविशेष्यकत्वम् इति तर्हि अत्र प्रतिबन्धकज्ञाने शब्दः इति विशेष्यमस्ति प्रतिबद्धज्ञाने अपि तदेव विशेष्यः अस्ति अतः समानविशेष्यकत्वम् आगतम् प्रतिबद्धज्ञानं वदतु तदनन्तरं प्रतिबन्धकज्ञानं वदतु अस्तु शब्दः नित्यः श्रावणत्वात् इति प्रतिबद्धज्ञानं श्रावणत्वात् इति प्रतिबद्धज्ञानं नास्ति प्रतिबद्धस्य प्रतिबद्धज्ञानस्य आकारः कः शब्दः नित्यः तावदेव तावदेव खलु तावदेव आम् सत्यं शब्दः नित्यः शब्दः विशेष्यः तथैव अत्र प्रतिबन्धकज्ञाने शब्दः नित्यत्वाभावव्याप्यकृतकत्ववान् तत्रापि शब्दः विशेष्यः अतः समानविशेषकत्वम् अधुना समानविशेष्यता अवच्छेदकत्वम् इति द्वितीयपदं तर्हि शब्दे शब्दत्वम् अस्ति अत्र शब्दत्वावच्छिन्नशब्दः यः विशेष्यरूपेण प्रतिबन्धज्ञाने अस्ति सः एव शब्दत्वावच्छिन्नशब्दः प्रतिबन्धकज्ञाने अपि अस्ति अतः समानविशेष्यता अवच्छेदकत्वम् आगतम् उत्तमम् अग्रे भावाभावप्रकारकत्वम् इति अस्ति तृतीयपदं तर्हि अत्र प्रतिबद्धज्ञाने प्रकारः अस्ति नित्यत्वम् अत्र प्रतिबन्धकज्ञाने नित्यत्वाभावव्याप्यकृतकत्वम् इति प्रकारः अस्ति तर्हि अत्र प्रतिबद्धज्ञाने नित्यत्वम् इति भावरूपेण प्रकारकत्वमस्ति प्रतिबन्धकज्ञाने नित्यत्व अभावेन व्याप्यकृतकत्वम् इति प्रकारः अस्ति तदस्ति तद् किञ्चित् तत्र भेदः दृश्यते परन्तु अत्र यः भावरूपेण प्रतिबद्धज्ञाने प्रकारकत्वमस्ति तस्य एव अभाव अत्र प्रकारकत्वं प्रतिबन्धकज्ञाने अस्ति अत्र कृतकत्वम् इति एव अस्ति परन्तु तद् कृतकत्वं नित्यत्व अभावेन व्याप्यः अस्ति अतः अत्र भावाभावप्रकारकत्वम् इति अपि आगतम् उत्तमं यद्यपि प्रतिबन्धकज्ञाने कृतकत्वम् इति प्रकारः अस्ति प्रतिबद्धज्ञाने नित्यत्वम् इति प्रकारः अस्ति किन्तु प्रतिबन्धकज्ञाने कृतकत्वम् इति यः प्रकारः अस्ति तद् केन विशिष्टम् इति चेत् नित्यत्व अभावेन विशिष्टमस्ति नित्यत्व अभावव्याप्यकृतकत्वमस्ति इति कृत्वा विशेषणे तत्र अभावः आगतः विशेषणं तु समाने अन्तर्भूतमस्ति सामान्य अन्तर्भूतमस्ति इति कृत्वा इदानीं भावाभावप्रकारकत्वम् अस्ति इति वक्तुं शक्यते अस्तु इदानीम् अग्रे हा अन्तिममस्ति समानप्रकारतावच्छेदकत्वम् इति तर्हि अत्र प्रकारता अवच्छेदकत्वं समानं भवेत् प्रतिबद्धज्ञाने प्रकारता अवच्छेदकत्वमस्ति नित्यत्वम् इति प्रकारता तस्य अवच्छेदकत्वम् अस्ति नित्यत्वम् इति अत्र हा प्रतिबन्धकज्ञाने नित्यत्वभावेन व्याप्यकृतकत्वम् इति प्रकारकत्वम् अस्ति तस्य अवच्छेदकत्वम् अस्ति अवच्छेदकः अस्ति नित्यत्वभावव्याप्यकृतकत्वम् इति तावद् मा चिन्तयतु इत्युक्ते कृतकत्वं यावत् चिन्तयति चेत् क्लेशः भवति हा नित्यत्वभाव नित्यत्वाभावः इति नित्यत्व अभावस्य प्रतियोगी कः नित्यत्वम् इति हा नित्यत्वस्य अवच्छेदकः कः अनित्यत्वम् इति हा तर्हि समानप्रकारता अवच्छेदकत्वम् अवच्छेदकत्वमपि आगतं खलु आम् आम् सत्यम् इत्युक्ते भावाभाव इति उक्तत्वात् प्रतिबन्धकज्ञाने अत्र अभावस्य प्रतियोगिं स्वीकृत्य प्रतियोगिनः अवच्छेदकः कः इति चिन्तनीयं हा इति चिन्तनीयं समीचीनम् तत्र आवरणे लिखितमस्ति पीडि अत्र स्प्रेड्शीट् मध्ये प्रतिबद्धज्ञाने यः प्रकारतया अवच्छेदकः स एव प्रतिबन्धकज्ञाने प्रकाराभावप्रतियोगिता अवच्छेदकः भवेत् इति अथवा अन्यथा तत्र भ्रमः जायते समानप्रकारतावच्छेदकत्वम् इत्युक्ते किम् अतः अस्तु तर्हि शब्दः नित्यः इति प्रतिपद्यज्ञानम् शब्दः नित्यत्व अभावव्याप्यकृतकत्ववान् इति प्रतिबन्धकज्ञानम् तत्र प्रमात्मकं प्रमा अपि अस्ति निश्चयत्वमपि अस्ति अपि च उभयोः तत्र समानविशेष्यः अस्ति शब्दः उभयोः शब्दत्वम् इति विशेषता अवच्छेदकमस्ति तत्र प्रतिबद्धज्ञाने यः यद्नित्यत्वम् इति प्रकारः तस्य अभावः नित्यत्व अभावः इति प्रतिबन्धकज्ञाने प्रकारः अस्ति तर्हि भावाभावप्रति प्रकारता आगतम् तदनन्तरं प्रकारता अवच्छेदकम् उभयत्र नित्यत्वम् इति आगतम् अस्तु तर्हि इदानीं मुद्रा इत्युक्ते कया मुद्रया प्रतिबन्धकज्ञानं प्रतिबन्धक प्रतिबद्धज्ञानं प्रतिबध्नाति मुद्रा वदतु तदभावव्याप्यवत्ता निश्चयमुद्रया प्रतिबन्धकज्ञानं प्रतिबध्नाति प्रतिबद्धज्ञानं प्रतिबध्नाति तद् दृश्यते खलु आकारः कः शब्दः नित्यत्व अभावव्याप्यकृतकत्ववान् इति तर्हि तद् अभावव्याप्यवत्ता निश्चयमुद्रया शब्दः नित्यः इति अनुमितौ अनुमितिविरोधी भवति अस्तु तर्हि इदानीम् अत्र दोषः कः इति वक्तव्यं हेत्वाभासः तत् हेत्वाभासस्य लक्षणम् उक्त्वा आम् अत्र हेत्वाभासत्वलक्षणमस्ति यद्विषयकत्वेन ज्ञानस्य अनुमितिप्रतिबन्धकत्वं तत्त्वं हेत्वाभासत्वम् इति अस्ति तर्हि अत्र यत्पदेन नित्यत्वाभावव्याप्यकृतकत्ववत् शब्दः इति स्वीकरणीयं तर्हि अस्ति अत्र अन्तिमवाक्यमस्ति यत्र नित्यत्वाभावव्याप्यकृतकत्वशब्दे अस्ति कृतकत्वं शब्दे अस्ति इति दोषः लक्षणसमन्वयः तर्हि हेत्वाभासपर्यन्तम् आगतम् अस्तु अग्रे पठतु महोदय अत्र हि अत्र हि द्वौ हेतु नित्यत्वसाधनाय श्रावणत्वं कृतकत्वं च अनित्यत्वसाधनाय तयोराद्य एव भवति दुष्टः न द्वितीयोऽपि द्वितीयः अपि अस्तु अत्र द्वौ हेतु अस्ति श्रावणत्वम् इति एकं कार्यत्वम् इति द्वितीयम् अथवा कृतकत्वम् इति द्वितीयं तर्हि प्रथमहेतु श्रावणत्वम् इत्यस्य साध्यं किम् तर्हि नित्यत्वम् इति साध्यं परन्तु कृतकत्वम् इत्यस्य साध्यं किम् अनित्यत्वम् इति साधनं साध्यं तर्हि अत्र प्रथमः यः अस्ति आदौ यः अस्ति तदेव दुष्टहेतुः इत्युक्ते श्रावणत्वम् इति एव दुष्टहेतुः न तु द्वितीयम् इत्युक्ते कृतकत्वम् इति न इति हेतु इति दुष्टहेतुः न आद्येन श्रावणत्वेन यानुमितिरिष्टा तत् प्रतिबन्धकं या अनुमितिः इष्टा तत् प्रतिबन्धकं परमात्मकं ज्ञानं तद्विषयश्च प्रसिद्ध्यति न कृतकत्वहेतोः अस्तु आद्येन इत्युक्ते श्रावणत्वेन इत्युक्ते श्रावणत्वात् इति हेतु हेतुना यः अनुमितिः इष्टा तत् स्त्रीलिङ्गे या अनुमितिः इष्टा तत् प्रतिबन्धकं परमात्मकं ज्ञानं तद्विषयश्च प्रसिद्ध्यति श्रावणत्वेन तदेव वदति अस्तु न कृतकत्वहेतुः शब्दः अनित्यः इति अनुमितेः परमारूपत्वेन तद्विरोधिनः परामर्शस्य प्रमात्वाभावात् तद्विषयस्य च विशिष्टस्य नित्यत्वव्याप्यश्रावणत्ववच्छद् अवच्छब्दस्य शशविषाणवत् अप्रसिद्धत्वात् अतः आद्यः श्रावणत्वहेतुः एव दुष्टः. अस्तु, तर्हि अत्र शब्दः अनित्यः. अस्तु अस्तु, तत्र दोषवत्त्वदर्शनाय दर्शितरीत्या समूहालम्बनं ज्ञानम् अनित्यत्वव्याप्यकृतकत्ववत् शब्दः श्रावणत्वं च इति आकारकं ग्राह्यम्. तादृशज्ञानविषयप्रकृतहेतुतावच्छेदकं श्रावणत्वं तद्वत्त्वं श्रावणत्वे अस्ति इति श्रावणत्वं सत्प्रतिपक्षः इति समञ्जसम्. अस्तु, तर्हि प्रथमहेतुः यः श्रावणत्वम् अस्ति तदेव दुष्टहेतुः अस्ति. कथम् इत्युक्ते अत्र शब्दः अनित्यः इति अनुमितिः प्रमारूपे रूपत्वेन तद्विरोधिनः परामर्शस्य प्रमात्व अभावात्. अस्तु, शब्दः अनित्यः इति अनुमितिः इति प्रमारूपत्वेन इत्युक्ते सा अनुमितिः प्रमारूपम् अस्ति. तद्विरोधिनः इत्युक्ते शब्दः नित्यः इति परामर्शस्य प्रमात्व अभावात् इत्युक्ते अत्र शब्दः अनित्यः इति प्रमारूपत्वं अनुमितिः अस्ति, प्रमारूपेण अस्ति. तद्विरोधिनः इत्युक्ते शब्दः नित्यः इति परामर्शः तस्मिन् प्रमायाः अभावः अस्ति. अतः परामर्शः वदति चेत् तत्र समीचीनतया वक्तव्यं, शब्दः नित्यः इति परामर्शः नास्ति खलु, नित्यः इति अनुमितिः. तर्हि शब्दः नित्यः इति अनुमितिः जायेत चेत् परामर्शः कथं भवेत्, परामर्शस्य आकारः कथं भवेत्? नित्यः अत्र नित्यत्वाभावव्याप्य इदानीं शब्दः नित्यः इति अनुमितिः, शब्दः अनित्यः इति अनुमितिः, तर्हि तस्य परामर्शः कः? ओ हा, शब्दः नित्यः इति अनुमितिः नित्यत्वव्याप्य कृतकत्ववत् शब्दः अयं शब्दः इति, कृतकत्ववान् अयं शब्दः, कृतकत्ववान् अयं शब्दः इति. न कृतकत्ववान् इत्यपि नास्ति, शब्दः नित्यः इति यः पूर्वपक्षी वदति तस्य हेतुः कः? शब्दः नित्यः इत्यस्य श्रावणत्ववान् इति, हा श्रावणत्ववान्, हा सम्यक्, नित्यत्वव्याप्य श्रावणत्ववान् अयं शब्दः इति परामर्शः. हा, नो चेत् नित्यत्वव्याप्य श्रावणत्ववत् शब्दः इति एकपदम्. एकं पदं नित्यत्वव्याप्य श्रावणत्ववान् अयं शब्दः इति वाक्यं, वाक्यम् अथवा, किन्तु तदेव वाक्यं समस्तपदेन वक्तव्यं चेत् नित्यत्वव्याप्य श्रावणत्ववत् शब्दः सत्यम्, श्रावणत्ववच्छब्दः इति भवति, सन्धिं भूत्वा खलु, सत्यं सत्यं. हा, तर्हि यदि नित्यत्व अभावव्याप्य कृतकत्ववाच्छब्दः इति ज्ञानं जायते तत् ज्ञानं विरोधी भवति. सत्यं, शब्दः अनित्यः इति अनुमितिं प्रति विरोधी भवति. न, अनुमितिं प्रति विरोधिः कथं भवति? परामर्शस्य विरोधिः प्रथमं भवेत्, तदनन्तरमेव अनुमितेः विरोधिः भवति खलु. आम् आम् सत्यं. तर्हि नित्यत्व अभावव्याप्य कृतकत्ववत् शब्दः इति प्रमात्मकज्ञानं परामर्शज्ञानं कस्य परामर्शज्ञानस्य विरोधी भवति? नित्यत्वाभावव्याप्य शब्दः अनित्यः इति अनुमितिं प्रति खलु न मम प्रश्नं श्रुत्वा तस्य केवलम् एकपदेन उत्तरं वक्तव्यम् अस्तु नित्यत्व अभावव्याप्यकृतकत्ववच्छब्दः इति परामर्शज्ञानं कस्य ज्ञानस्य विरोधी भवति नित्यत्व अभावव्याप्य श्रावणत्ववत् शब्दः अभावः इति वदति ओ क्षम्यतां हा नित्यत्वव्याप्य श्रावणत्ववत् शब्दः इत्यस्य विरोधि हा समीचीनम् इदानीं समीचीनतया उक्तवान् सत्यं नित्यत्व अभावव्याप्यकृतकत्ववत् शब्दः इति परामर्शः नित्यत्वव्याप्यश्रावणत्ववत् शब्दः इति परामर्शं परामर्शस्य विरोधी भवति विरोधि तर्हि एतद् परामर्शः एषः परामर्शः न जायते इति कृत्वा शब्दः नित्यस्य अनुमितिः अपि न जायते तदेव अत्र लिखितं शब्दः अनित्यः इति अनुमितेः प्रमारूपत्वेन यदि एषः प्रमारूपः अस्ति तदा तद्विरोधिनः परामर्शस्य प्रमात्व अभावात् यदि नित्यत्व अभावव्याप्यकृतकत्ववत् शब्दः इति प्रमात्मकम् अस्ति तर्हि नित्यत्व श्रावणत्ववत् शब्दः इति भ्रमात्मकमेव भवति भवति खलु अप्रसिद्धं भवति सत्यं किमर्थम् एतादृशं वदति इति चेत् अस्तु इदानीं किञ्चित् अहं वदिष्यामि अत्र तयोः आद्यः एव न भवति दुष्टः न द्वितीयः अपि तयोः आद्यः एव भवति दुष्टः न द्वितीयः अपि इत्युक्ते श्रावणत्वम् इति हेतुः दुष्टः कृतकत्वम् इति हेतुः दुष्टः न इति वक्तव्यं हेत्वाभासस्थले खलु सत्यं हा एकमेव आद्येन श्रावणत्वेन या अनुमितिः इष्टा तत्प्रतिबन्धकं प्रमात्मकं ज्ञानं तद्विषयश्च प्रसिद्ध्यति न कृतकत्वहेतोः इत्युक्ते अत्र हेतुः किमपि भवतु उभयत्र कृतकत्वमिति हेतुः भवतु श्रावणत्वमिति हेतुः भवतु किन्तु मुख्यवार्ता का इति चेत् नित्यत्व अभावव्याप्य किमपि हेतुः स्थापयतु तद्वत् शब्दः अस्ति चेत् नित्यत्वव्याप्य किमपि हेतुः तद्वत् शब्दः इति तयोः मध्ये विरोधः भवति इति कृत्वा तदेव मुख्यवार्ता अत्र इति कृत्वा अतः आद्यः श्रावणत्वहेतुः एव दुष्टः इति आगतम् नित्यत्वस्य निरूपणार्थं शब्दस्य नित्यत्वस्य निरूपणार्थं श्रावणत्वम् इति हेतुः दुष्टः यथागते वर्गे अस्माभिः समापितम् इत्युक्ते सीतायाः पतिः रामः इति कृत्वा सः अतिशयदरुदरः इति वक्तुं शक्यते वा किमपि सम्बन्धः नास्ति अनयोः मध्ये सत्यं तर्हि श्रावणत्वम् इति हेतुः किमर्थं दुष्टः इति चेत् अन्यं किमपि निरूपयितुं श्रावणत्वं हेतुः भवितुमर्हति किन्तु नित्यत्वनिरूपणाय श्रावणत्वं दुष्टः किमर्थम् इति चेत् तदपि कुत्र शब्दे नित्यत्वम् अस्ति इति निरूपयितुं श्रावणत्वं दुष्टहेतुः अस्ति किमर्थम् इति चेत् नित्यत्व अभावव्याप्यकृतकत्ववत् शब्दः भवति इति कृत्वा नित्यत्वव्याप्यश्रावणत्ववत् शब्दः न भवितुमर्हति इति आगतम् अस्तु तत्र इदानीम् अग्रे इदानीम् दोषः गते परिच्छेदे दोषलक्षणसमन्वयः कृतः यत्पदेन तदभावव्याप्यकृतानिश्चयमुद्रया नित्यत्व अभावव्याप्यकृतकत्ववत् शब्दः इति यत्पदेन स्वीकृतं तर्हि इदानीं दोषः उक्तः स दोषः दुष्टे दुष्टः कः श्रावणत्वमिति हेतुः दुष्टे आगन्तव्यं तत् कथं तत्र दोषवत्त्वदर्शनाय दर्शितरीत्या समूहालम्बनं ज्ञानम् इति स्वीकृतं तस्य आकारः कः इत्युक्ते अनित्यत्वव्याप्य कृतकत्ववत् शब्दः श्रावणत्वं च इति आकारः तत् स्वीकृत्य अत्र समूहालम्बनम् अस्ति विषय द्वयमस्ति, श्रावणत्वम् इति एकम् एकः विषयः, द्वितीयः अस्ति अनित्यत्वव्याप्यकृतकत्वात् शब्दः इति. पूर्वं नित्यत्व अभाव इति पदं प्रयुक्तमस्ति. हा हा सत्यं, तावदेव. तर्हि अत्र प्रकृतहेतु तावच्छेदकत्वं श्रावणत्वं, तद्वत्त्वं श्रावणत्वे अस्ति, अतः एव श्रावणत्वम् इति सत्प्रतिपक्षः भवति. इत्युक्ते अत्र दोषः कः इति चेत् नित्यत्व अभावव्याप्यकृतकत्ववत् शब्दः इति दोषः. श्रावणत्वे कथम् आगतम् इति चेत् समूह आलम्बनज्ञानं कल्प्य अनित्यत्वव्याप्यकृतकत्ववत् शब्दः श्रावणत्वं च इति एकं समूह आलम्बनज्ञानं कल्प्य इदानीम् अनित्यत्वव्याप्यकृतकत्ववत् शब्दः अपि च श्रावणत्वम् उभयमपि एकस्मिन् ज्ञाने अस्ति, समूह आलम्बनज्ञाने अस्ति इति कृत्वा तयोः मध्ये सामानाधिकरण्यमस्ति. सामानाधिकरण्यमस्ति चेत् तत्र विशेषविशेषं भवति. एकम् अन्यस्य अवच्छेदकं भवति, अन्य अवच्छेदकं द्वितीयके विशेषणमेव खलु. शब्दः इति श्रावणत्वस्य तर्हि श्रावणत्वे किमस्ति? श्रावणत्वमस्ति खलु. सत्यं. तर्हि श्रावणत्वस्य अवच्छेदकः भवति अनित्यत्वव्यापकृतकत्ववत् शब्दः इति सत्यम् इति कृत्वा तत्र विशेषणमस्ति इति कृत्वा अन्ततो गत्वा श्रावणत्वे दुष्टत्वं कल्पितं, तर्हि हेत्वाभासः समञ्जसम्. सत्यम्. तर्हि क्रमः एतदेव. प्रथमम् अस्तु सोमदेहः भवतः कृते अहं वदन्नस्मि, प्रथमं प्रतिबद्धज्ञानस्य आकारः कः इति वक्तव्यम्, तदनन्तरं प्रतिबन्धकज्ञानस्य आकारः कः इति वक्तव्यम्, तदनन्तरं प्रतिबन्धकत्वं निरूपणीयम्, प्रतिबन्धकस्य निरूपणार्थं षड् निकषाः निरूपणीयाः, प्रमात्वं, निश्चयत्वं, समानाकारकत्वं. समानाकारकत्वस्य निरूपणार्थं चतस्रः निकषाः सन्ति, ते अपि निरूपणीया, ताः अपि निरूपणीयाः. तदनन्तरम् अत्र मुद्रा कः इति वक्तव्यं. मुद्रा वदामश्चेदेव परामर्शं प्रतिबध्नाति वा साक्षात् अनुमितिं प्रतिबध्नाति वा इति ज्ञातुं शक्नुमः. अत्र व्याप्य क्लेशः अस्ति इति कृत्वा परामर्शः एव न जायते, ससविषाणवित् अप्रसिद्धः अस्ति इति कृत्वा अनुमितिः न जायते. तर्हि मुद्रा उक्त्वा तदनन्तरं हेत्वाभासस्य लक्षणं समन्वयः करणीयः. यत्पदेन किं ग्राह्यं, यद्विषयकत्वेन ज्ञानस्य प्रतिबन्धकत्वं, तद्वत्त्वं हेत्वाभासः इति उक्तं. तदनन्तरं तर्हि हेत्वाभासः इत्युक्ते दोषः, तर्हि दोषः दुष्टे अस्ति इति कल्पनीयं. तदर्थं समूह आलम्बनज्ञानं एकं कल्पनीयं तत्र विकल्प्य तदनन्तरम् अत्र सत्प्रतिपक्षः हेत्वाभासः दुष्टत्वं निरूपणीयं भवति इति क्रमः अस्ति. सर्वत्र एतादृशं चिन्तनीयम्. अस्तु अग्रे गच्छेम. तर्हि सत्यभोः भगिनी पठति वा दोषाणां? धन्यवादः महोदय. दोषाणाम् अन्यनिष्ठत्वे अपि परम्परया हेतौ आनयनं कुतः? अन्यनिष्ठत्वे अपि इति किं न अवगतम्? अन्यनिष्ठत्वम् अन्यत् निष्ठत्वम् इत्युक्ते किम्? अन्य अन्य अन्यस्मिन् अस्ति इति खलु, न आधारः इति पक्षम् इति भवति वा, अन्यत्र अस्ति इति वा? न न, दोषः सामान्यतया दुष्टे दोषः भवति खलु. आम्, दुष्टे दोषः अस्ति तदा एव तस्य नाम दुष्टः इति भवति. एषः दुष्टः इति वदामश्चेत् किमर्थम् एषः दुष्टः इति चेत् तस्मिन् किमपि दोषः कल्पनीयः अस्ति, तदा एव सः दुष्टत्वं प्राप्नोति. किन्तु दोषः अन्यत्र अस्ति. यदि कृष्णः एवं चिन्तयतु, कृष्णः महान् कोलाहलं करोति इति चिन्तयतु, तर्हि रामे रामः दुष्टः इति वक्तुं शक्यते वा? न शक्यते. किन्तु रामे कल्पनीयं चेत् तर्हि किं कर्तव्यं? रामः कृष्णस्य मित्रमस्ति इति कृत्वा यद्यत् तत्र दोष यः यः दोषः तत्र कृष्णे अस्ति, सः दोषः रामे अत्र तस्य मित्रत्वं तयोः मध्ये मित्रत्वमस्ति तत् स्वीकृत्य रामे आगन्तुं शक्यते. सम्बन्धं स्वीकृत्य अपि इत्युक्ते कृष्णे दूषणमस्ति इदानीं, तत् कथञ्चित् इदानीं रामः एव हेतुः अस्ति इति कृत्वा रामे कल्पनीयमस्ति स च दोषः, तत् किमिति चेत् परम्परया आनेतव्यं, तर्हि तादृशदोषः परम्परया आनेतुं शक्यते वा इति चिन्तनं. दोषाणाम् अन्यनिष्ठत्वे अपि परम्परया हेतौ आनयनं कुतः, किमर्थमत्र आगन्तव्यं, कथम् आगन्तव्यम् इत्यस्मिन् विषये चिन्तनम्. अग्रे पठतु. इह इदं चिन्त्यं साधारणस्थले हेतुः साध्य अभाववति स्थितः, असाधारणे सपक्षे न स्थितः. अनुपसंहारिणी वक्ष्यमाणे च हेतौ व्याप्तिग्राह्याय न अन्यदृष्टान्तः न अन्वयदृष्टान्तः नापि व्यतिरेकदृष्टान्तः. विरोधी अपि विरुद्धे अपि तावत् विपक्ष एव स्थितः इति आदिमेषु चतुर्षु स्थलेषु हेतुः एव साक्षात् दोषः स्फुटः सत्प्रतिपक्षस्थेतोः एव दोषः साक्षात् दोषः स्फुटः सत्प्रतिपक्षस्थले तु विरोधिपरामर्शः अनुमितिः एव प्रतिबन्धः. परामर्शेः अनुमिति एव इति वा परामर्शेन अनुमिति ओके परामर्शेन अनुमितिः एव प्रतिबन्धः कुतः? न तु हेतोः व्यभिचारित्वादिकं तत्र विरोधिज्ञानविषयः. महोदय इदानीं वदतु. सत्प्रतिपक्षस्थले विरोधिपरामर्शेन अनुमिति एव प्रतिबन्धः. अनुमितेः एव प्रतिबन्धः कुतः? कृतः कुतः नास्ति कृतः. क्षम्यतः कृतः प्रतिबन्धः कृतः. धृतवती किन्तु मनसि तु पूर्वमेव कुतः इति स्थापितं न दृष्टवती. न तु हेतोः व्यभिचारित्वादिकं तत्र विरोधिज्ञानविषयः. न तु हेतोः व्यभिचारित्वादिकं तत्र विरोधिज्ञानविषयः, तथापि अनुमितेः भ्रमत्वे तज्जनकपरामर्शस्य भ्रमत्वं निश्चीयते. तच्च दर्शितरीत्या हेतौ व्याप्तिभङ्गे पक्षधर्मताभङ्गे एव पर्यवस्यति. वक्ष्यमाण आश्रय असिद्धिबाधादौ अपि एवं, तत्र साक्षात् हेतुगतदोषः दोषोद्भावना भावन अभावे अपि हेतुगतदोषोद्भावन अभावे अपि यस्य कस्यापि दोषत्वे तत्त्वात् हेतोः एव दुष्टत्वं प्रकरणे अस्मिन् सम्पादनीयम्। यस्य कस्यापि दोषत्वे तद्वत्वात् हेतोः एव दुष्टत्वं अस्मिन् प्रकरणे सम्पादनीयम्। येन केन मार्गेण हेतुः दुष्टत्वम् आनीतव्यम् इति महोदय किञ्चित् मन्दं श्रूयते इदानीं। इदानीं प्रथमचतुर्थस्थले वयं दृष्टवन्तः तत्र दुष्टः हेतौ अस्ति इति, तदिदानीं वक्तव्यं वा महोदय? साध्य अभाववती स्थितः सपक्षे स्थितः इति साधारणहेतौ वयं मुख्यम् अत्र साध्यसामानाधिकरण्यम् अपि च साध्य अभाववत् अवृत्तित्वम् इति समीचीनहेतुः अस्ति। किन्तु दोषः किम् अस्ति प्रथमस्थले साधारण इत्यस्मिन् स्थले साध्य अभाववति वृत्तित्वम् अस्ति इति दोषः। द्वितीयस्थले असाधारणे साध्यसामानाधिकरण्यं नास्ति इति दोषः। अनुपसंहारिणी स्थले अत्र व्याप्ति अन्यदृष्टान्तः अपि च व्यतिरेकदृष्टान्तः द्वयमपि नास्ति इति अत्र उदाहरणं सर्वमनित्यं प्रमेयत्वादिति द्वयमपि नास्ति इति कृत्वा तत्र दोषः। तदनन्तरं विरुद्धस्तरे द्वयं साध्यसामानाधिकरण्यम् अपि नास्ति साध्य अभाववत् वृत्तित्वम् अवृत्तित्वम् अपि नास्ति इति चतुर्षु स्थलेषु दोष दुष्टत्वं खेदौ अस्ति इति निरूपितम्। इदानीं सत्प्रतिपक्षस्थले अनुमितिः एव प्रतिबन्धः कृतः विरोधिपरामर्शेन इत्युक्ते प्रतिबद्धज्ञाने यत् परामर्शः अस्ति तेन एव अत्र अनुमितेः दोषत्वं निरूपितम्। समीचीनं वा महोदय इति मया उक्तम्? भवती अत्र पठित्वा किञ्चित् वदति, किन्तु अत्र आशयः कः इति अवगतवती वा? ऐ आक्चुलि वट् ऐ एम् थिङ्किङ्ग् इस् इदानीं ज्ञानमस्ति शब्दः नित्यः श्रावणत्वादिति, किन्तु वयम् अवगतवन्तः शब्दः नित्यः श्रावणत्वादिति ज्ञानं समीचीनं नास्ति इति तद् बुद्धं, किन्तु अस्मिन् परिच्छेदे किमुक्तम्? तदेव विरोधिपरामर्शः अस्ति खलु, तदेव मम प्रश्नः आसीत्। तद् सत्यं, किन्तु किमर्थम् एतत् सर्वं वदति? अस्मिन् परिच्छेदे किं चिन्तयति ग्रन्थकारः? इदानीम् अत्र दोषः अस्मिन् परिच्छेदे दोषः अनुमिति ज्ञाने एव उक्तमस्ति, न तु हेतौ इति। न तादृशं नास्ति। पृच्छतु, अहं वदामि। न अत्र पश्यतु, साधारणस्थले हेतुः साध्य अभाववति स्थितः इति कृत्वा दोषः कुत्र अस्ति? हेतौ अस्ति, तद्बुद्धे न स्थितः इति कृत्वा दोषः कुत्र अस्ति? साक्षात् हेतौ अस्ति। अनुपसंहारिणी वक्ष्यमाणे च हेतौ व्याप्तिग्रहाय न अन्वयदृष्टान्तः नापि व्यतिरेकदृष्टान्तः इति पुनः तत्रापि अनुपसंहारिणी अपि हेतौ एव दोषः विरुद्धः अपि तावद् विपक्षः एव स्थितः इति आदिमेषु चतुर्षु स्थलेषु हेतोः एव साक्षात् दोषः स्फुटः इति मुख्यवार्ता अत्र साधारणे असाधारणे अनुपसंहारिणी विरोधे इति चतुर्षु स्थलेषु दोषे दुष्टे हेतौ दोषः अस्ति इति कृत्वा दुष्टत्वं कल्पयितुम् अत्र दोषः दुष्टे अस्ति इति केवलम् एकं समूह आलम्बनज्ञानम् उक्त्वा तदनन्तरम् अग्रे गन्तुं शक्यते किन्तु प्रथमवारं सत्प्रतिपक्षस्थले किमागतम् अत्र हेतुद्वयमस्ति कृतकत्वम् इति एकः हेतुः श्रावणत्वम् इति अन्यः हेतुः तर्हि दोषः भिन्नस्थले अस्ति तत् सः दोषः कथञ्चित् श्रावणत्वे आगन्तव्यम् किमर्थमिति चेत् श्रावणत्वम् इति हेतुना शब्दः नित्यः इति साधयितुं न शक्यते इति कृत्वा दोषः साक्षात् अत्र श्रावणत्वे नास्ति अन्यत्र अस्ति दोषः श्रावणत्वे सम्पादनीयं किमर्थमिति चेत् अस्मिन् प्रकरणे हेत्वाभासप्रकरणे दोषः सर्वदा हेतौ भवेत् इत्युक्ते अस्य अवगमनार्थम् अस्तु यदि एतादृशम् अहं वदामि शब्दः नित्यः श्रावणत्वात् इति हेतुं त्यक्त्वा अन्यत् किमपि हेतुः वदामि इति चिन्तयतु आकाशगुणकत्वात् इति हेतुम् अहं वदामि इति चिन्तयतु शब्दः नित्यः आकाशगुणकत्वात् तदनन्तरं शब्दः अनित्यः कृतकत्वात् घटवत् इति अस्ति इति चिन्तयतु वाक्यम् इत्युक्ते आकाशगुणकत्वात् नो चेत् श्रावणत्वात् नो चेत् अन्यद् यत्किमपि वदामः अत्र दोषत्वं दोषः कः इति चेत् शब्दः नित्यत्व अभावव्याप्यकृतकत्वेन कृतकत्ववत् अस्ति शब्दः तदेव दोषः नित्यत्व अभावव्याप्यकृतकत्ववत् शब्दः अस्ति इति कृत्वा तादृशशब्दः नो चेत् तादृशशब्दे नित्यत्वं यदा कदापि न भवितुमर्हति तर्हि दोषः कुत्र अस्ति इति चेत् शब्दे अस्ति कीदृशदोषः अस्ति नित्यत्व अभावव्याप्यकृतकत्ववत्त्वं शब्दे अस्ति तदेव दोषः किन्तु स च दोषः श्रावणत्वे कथञ्चित् आगन्तव्यम् किमर्थमिति चेत् हेत्वाभासप्रकरणे सर्वदा दोषः हेतुः वक्तव्यः इति कृत्वा अत्र अनित्यत्वव्याप्यकृतकत्ववत् शब्दः श्रावणत्वम् इति एकं समूह आलम्बनज्ञानं कल्प्य तदनन्तरम् अनित्यत्वव्याप्यकृतकत्ववत् शब्दः इति श्रावणत्वस्य विशेषणम् इति कृत्वा तत्र दोषः इदानीं हेतौ आनीतं तेन दुष्टत्वं श्रावणत्वस्य दुष्टत्वं सम्पादितम् इति आग्रहम् खलु तद्भुतं तत् पूर्वस्मिन् परिच्छेदे उक्तं खलु महोदय इदानीम् अत्र न तु हेतोः व्यभिचारित्वादिकं तत्र विरोधिज्ञानविषयः ओके तथापि अनुमिदेः भ्रमत्वे तत् जनकपरामर्शित्वभ्रमात्वं निश्चीयते एतत् सर्वं किमर्थं दत्तमस्ति न गते परिच्छेदे यद् अस्माभिः दृष्टं तत्र ग्रन्थकारेण साक्षात् न उक्तं यदा अहं प्रश्नं कृतवान् तत्र एतत् सर्वं बुद्धं जातं किन्तु ग्रन्थकरः स्वयं वदति इदानीं तावदेव अस्तु तर्हि सत्प्रतिपक्षस्थले दोषः कथञ्चित् हेतौ आनेतव्यं सम्पादनीयम् अस्तु धन्यवादः भगिनि अग्रे इदानीं रमेशमहोदय पठति वा महोदय यदि कार्यविपत्तिः स्यात् मुखरसः तत्र हन्यते इति प्रसिद्धः न्यायः मुखरसः तत्र हन्यते इति प्रसिद्धः न्यायः न्यायस्य विषये अग्रे वक्ष्यति तर्हि पठतु अनेकान् क्रीडापटून् आधाय कर्णधारः क्रीडायां जयार्थं प्रवर्तते कर्णधारः इत्युक्ते क्याप्टन् परन्तु कस्यचित् क्रीडापटोः प्रमादवशात् अपजये सति तं क्रीडापटुं दूषयाम एव वयम् परन्तु तावता अपि न सन्तुष्यामः यावत् मुखरः करणधारः न दूष्यते इदम् एव च श्लोकार्ध अपि युक्तं मुखरः तत्र हन्यते इत्यनेन तावत् बुद्धं किम् मुखरः इति यत् शब्दमस्ति तद् न बुद्धं महोदय क्याप्टन् इति अर्थः ओके मुखरः इत्युक्ते क्याप्टन् वा ओके कर्णधारः इति उभयमपि पर्यायपदौ ओके पर्यायपदे ओके मुखरः इति विशेषणम् आसीत् कर्णधारः विशेषणमपि मुखरः कर्णधारः इति ऐटालिक्स् यत् ऐटालिक्स् मध्ये दत्तं तत्तु पर्यायपदमस्ति पर्यायपदमस्ति तद्बुद्धं महोदय इदम् एव वदतु तर्हि यत्र क्रीडास्थले एक उदाहरणं दत्तमस्ति तत्र यदि किमपि अपजयः भवति तर्हि तस्य वयं यद् मुखरः अस्ति तं मुखरः अस्ति वयं तं दूष्यते इति दूषयामः खलु दूषयामः तदेव विराट् कोह्लि एव किमपि अभवत् विराट् कोह्लि एव प्राब्लम् इति वयं सर्वं वदामः यु नो इशान्त् शर्मा बोल् बेड्लि बट् वी डोण्ट् ब्लेम् इशान्त् शर्मा इवन् दो वि ब्लेम् इशान्त् शर्मा वी डोण्ट् स्टाप् देयर् वि टेल् यु नो कोह्लि इस् यूस्लेस् फोलो हि सेलेक्टेड् इशान्त् शर्मा आर् वि से हि स्टार्टेड् वित् इशान्त् शर्मा आर् वि से हि डिड् नाट् स्टाप् हिम् इमिडियेट्लि आफ्टर् वन् ओवर् हि कण्टिन्यूड् टु गिव् टेन् ओवर्स् टु हिम् कथञ्चित् तत्र मुखरे तत्र दोषः कल्पयामः खलु एवं तद्वदेव तद्वदेव प्रकृतहेत्वभासप्रकरणे साध्यसाधनाय व्याप्तिपक्षधर्मतारूपगुणाभ्यां न प्रवृत्तः इति यथा साक्षात् व्यभिचारेण वक्ष्यमाणस्वरूपासिद्ध्या वा हेतु स्वरूप असिद्धया वा हेतुः दूष्यते तथा एव साध्यरहिते पक्षता अवच्छेदकरहिते वा पक्षे अयं साध्यसाधनाय प्रवृत्तः इति अनन्तः सः एव दूष्यते अतः अन्ततः सः एव दूष्यते अन्ततः इत्युक्ते अन्ततः हेतौ एव दोषः भवति इति दत्तमस्ति अत्र हेतौ सद्हेतोः लक्षणं किम् पक्षधर्मता भवेत् व्याप्तिः अपि भवेत् हा खलु पक्षधर्मता अस्ति व्याप्तिः अस्ति उभयम् अस्ति चेत् तत्र हेतुः सद्हेतुः भवति खलु किन्तु अत्र पक्षे कश्चन क्लेशः अस्ति चेत् यद्यपि हेतौ किमपि दोषः नास्ति किन्तु हेत्वाभासस्थले कथञ्चित् हेतौ दोषः कल्पनीयः तदेव अत्र उक्तं तद्वदेव प्रकृतहेत्वाभासप्रकरणे साध्यसाधनाय व्याप्तिपक्षधर्मतारूपगुणाभ्यां न प्रवृत्तः इति यथा साक्षात् व्यभिचारेण वक्ष्यमाणरूप असिद्धया स्वरूप असिद्धया वा हेतुः दूष्यते तथैव साध्यरहिते पक्षता अवच्छेदकरहिते वा पक्षे अयं साध्यसाधनाय प्रवृत्तः इति अन्ततः सः एव दूष्यते इदानीं पश्यतु शब्दः नित्यः श्रावणत्वात् वस्तुतः श्रावणत्वम् इति हेतोः सामर्थ्यमेव नास्ति शब्दस्य नित्यत्वं साधयितुम् साधयितुं श्रावणत्वस्य सामर्थ्यमेव नास्ति इत्युक्ते श्रावणत्वं ततः अस्ति तत्र अस्ति यत्र कुत्रापि अस्ति तद् आनीय इदानीं साधयतु इति चेत् शब्दे नित्यत्वं न भवितुमर्हति येन केनापि हेतुना शब्दे नित्यत्वं साधयितुं न शक्नुमः तर्हि असाधकं यदस्ति असाध्यं यदस्ति तत् साधयितुं श्रावणत्वम् अस्माभिः आगतम् वस्तुतः तादृशसामर्थ्यं नास्ति तद् प्रवृत्तः अपि नास्ति सी इट् इस् लैक् अपायिण्टिङ्ग् सम्बडि टु बी द केप्टन् आफ् इण्डियन् टीम् इण्डियन् टीम् बै इट् सेल्फ् केनाट् विन् लेट् अस् से इट् इस् सो बेड् इट् केनाट् विन् यु ब्रिङ्ग् वन् फलो एस् दि केप्टन् knowing fully well that he is not going to be able to do it and then you blame him like that atra shravanatvam iti hetoho samarthyam eva nasti kim samarthyam nasti shabde nityatvam sadayitu ityukte shabde nityatvam sadayitum shravanatvasya samarthyam nasti iti nasti yena kenapi hetuna shabde nityatvam sadayitum na shakyate किन्तु शब्दत्वं श्रावणत्वम् इति हेतुम् आनीय अत्र प्रयत्नः कृतः तर्हि प्रयत्नः कृतः इति कस्य दोषः इति चेत् यः श्रावणत्वम् इति हेतुम् आनयति तस्य दोषः अस्ति यथा मया उक्तं शब्द आकाशगुणकत्वात् इति हेतुं यदि अहम् आनयामि तर्हि आकाशगुणकत्वे अत्र दोषः कल्पनीयः भवति वस्तुतः आकाशगुणकत्वम् इति नित्यत्वं साधनार्थं तस्य सामर्थ्यमेव नास्ति कस्यापि हेतोः सामर्थ्यमेव नास्ति किन्तु अस्मिन् प्रकरणे तादृशं वक्तव्यं यस्य कस्यापि दोषत्वे तद्वत् हेतोः दुष्टत्वं प्रकरणे अस्मिन् हेत्वाभासप्रकारणे सम्पादनीयम् इति कृत्वा तदेव अत्र उक्तं हेतुः दुष्यते तथैव साध्यरहिते पक्षता अवच्छेदकरहिते वा पक्षे अयं साध्यसाधनाय प्रवृत्तः इति अन्ततः सः एव हेतुः दूष्यते सो श्रावणत्वम् इस् द पोर्फर् You are just bringing, he is a scapegoat. That's the correct word to use. Scapegoat. You bring a scapegoat and you do kalpana. So you, now you say shravanatvam. Yadi akasha gunakatvam. Iti maya hetu hukta, tarhi akasha gunakatvam becomes a scapegoat. For hetu abhasa. Asto agre mahadi, ataha? Ataha, sapratipakshastale vakshyamana sadhya अप्रसिद्धि आश्रय असिद्ध बाद बाधादि असिद्धबाधादिस्थलेषु च दोषाणाम् अन्यरूपत्वे अपि अन्यनिष्ठत्वे अपि वा अनन्ततः हेतुनिष्ठत्वसम्पादनं ग्रन्थकृतां युज्यते एव. आम् तत्प्रतिपक्षस्थले अपि हेतौ एव दोषं कल्पनीयं. यद्यपि वस्तुतः तत्र तत्र हेतुः न आनेतव्यमेव, बट् यु हाव् टु मेक् इट् अ स्केप् गोट्. एवं केवलं सत्प्रतिपक्षस्थले नास्ति, वक्ष्यमाण साध्य अप्रसिद्धिः इति, आश्रयासिद्धिः, बाधा इत्यादिस्थलेषु अपि एतादृशमेव दोषः कल्पनीयः, दुष्टत्वं सम्पादनीयम् इति उक्तम्. अस्तु, अग्रे वर्षा भगिनी पठति वा मूले. मूले चतुर्थं हेत्वभासं तद्विभागं च आह असिद्धः त्रिविधः इत्यादिना. अत्र असिद्ध हेत्वभासविषये त्रिविधाः असिद्धाः भवितुमर्हति. तद् एतदस्ति असिद्धः एतद् असिद्धः इति चतुर्थं हेत्वाभासम्. तर्हि प्रथमत्रयं किम्? प्रथमत्रयम् अस्ति सव्यभिचारः, तदनन्तरं वयं सत्प्रतिपक्षः विरुद्धः. न, क्रमेण वदतु. सव्यभिचारः इति प्रथमं. सव्यभिचारः अत्र साधारण असाधारण द्विविधमस्ति. तदनन्तरं अनुपसंहारी त्रिविधम् अनुपसंहारी, परन्तु न दृष्टवन्तः सम्पूर्णतया. देन् सत्प्रतिपक्षः अस्ति, तदनन्तरं विरुद्धः सत्प्रतिपक्षः. सोरि, सत्प्रतिपक्षः विरुद्धः, द्वितीयं विरुद्धः, तृतीयं सत्प्रतिपक्षः. सव्यभिचारे त्रयः भेदाः सन्ति, साधारणः असाधारणः अनुपसंहारी इति. साधारणम् असाधारणम् अनुपसंहारी इति त्रयः प्रभेदाः सन्ति. तदनन्तरं विरुद्धः इति द्वितीयं हेत्वाभासः, सत्प्रतिपक्षः इति तृतीयं, चतुर्थम् अस्ति अत्र असिद्धिः इति. अस्तु, पठतु भगिनि. असिद्धः त्रिविधः, आश्रय असिद्धः, स्वरूप असिद्धः, व्याप्यत्व असिद्धः च इति. आश्रय असिद्धः यथा गगनारविन्दं सुरभि अरविन्दत्वात् सरोजारविन्दवत्. अत्र गगनारविन्दम् आश्रयः, स च नास्ति एव. स्वरूप असिद्धः यथा, ओके, तद् वक्तव्यं वा महोदय? प्रथमम् एकवारं पठतु, तदनन्तरं वदतु. स्वरूप असिद्धः यथा शब्दः अनित्यः चाक्षुषत्वात् रूपवत् इति. अत्र चाक्षुषत्वं पक्षे नास्ति शब्दस्य श्रावणत्वात्. अत्र द्विविधस्य उदाहरणमस्ति, तृतीयं न दत्तमस्ति पुस्तके. अग्रे अग्रे दास्यति, भवतु, एतावत्पर्यन्तं वदतु. प्रथमं तु द्वितीयं तु वयं पूर्वमपि दृष्टवन्तः. असिद्धः अत्र स्वरूपसिद्धः, स्वरूप असिद्धः पूर्वमपि दृष्टवन्तः. शब्दः अनित्यः चाक्षुषत्वात् अत्र अत्र हेतुः पक्षे नास्ति इति दोषमस्ति. चाक्षुषत्वं शब्दे नास्ति इति कृत्वा अत्र उदाहरणमस्ति शब्दस्य श्रावणत्वात् इति. न न, उदाहरणं नास्ति, तर्कः अस्ति शब्दस्य श्रावणत्वात् इति. अतः स्वरूप असिद्धः इत्युक्ते यदि हेतुः पक्षे नास्ति तत् स्वरूप असिद्धिः. आश्रयसिद्धिः इत्युक्ते किं? यदा गगनारविन्दं सुरभि अरविन्दत्वात् सरोज अरविन्दवत् इति. अत्र पक्षः अस्ति गगन अरविन्दं, गगन अरविन्दः. अत्र साध्यः अस्ति सुरभिः, हेतुः अस्ति अरविन्दत्वम्. उदाहरणमस्ति सरोजारविन्दः इति. सरोजारविन्दः इत्युक्ते यः भूतले यः अरविन्दः अस्ति, तत् अस्ति तस्मिन् सुरभि अस्ति अतः अत्र उदाहरणं समीचीनं परन्तु गगनारविन्दम् इति पदार्थमेव नास्ति इति कृत्वा गगनारविन्द आश्रयः स च नास्ति एव अत्र गगनः गगने अरविन्दं नास्ति इति कृत्वा गगनारविन्दम् आश्रयः नास्ति इति मूलग्रन्थे दत्तमस्ति तदेव मया अवगतम् सरोज अरविन्दम् इत्यस्य अनुवादं करोतु सरोज अरविन्द पर्यायवाचिपदं नास्ति वा महोदय सरोज इत्युक्ते कमलम् अरविन्दम् इत्यपि कमलम् किं सरोजमित्युक्ते कमलम् अरविन्दमपि कमलमेव न वाटर् लिली इति रुह्य इति ओके ओके देट् इस् ग्रोस् इन् द वाटर् इति वा सरोज अरविन्दम् इत्युक्ते वाटर् लिली ओके सो भूमौ इति भवती उक्तवती अतः मया पृष्टं सरोज अरविन्दवत् इत्युक्ते लैक् वाटर् लिली गगनारविन्दं सुरभिः सुरभि अरविन्दत्वात् सरोज अरविन्दवत् इति वाक्ये अत्र कः क्लेशः गगने अरविन्दं नास्ति एव क्लेशः तर्हि पक्षः असिद्धः अस्ति अत्र पक्षे दोषः अस्ति पक्ष तादृशपक्षः एव नास्ति तदपि अत्र पक्षस्य लक्षणम् अस्माभिः लिखितमस्ति खलु मेहुल् महोदय किञ्चित् स्मारयति वा पक्षे किं किं भवेत् स्प्रेड्शीट् दृष्ट्वा आम् महोदय पक्षे तु प्रसिद्धत्वम् इति प्रथमं भवेत् तत्रैव अस्तु अग्रे साध्यसम्भावनावान् भवेत् तृतीयं तु साध्यसन्दिग्धवान् भवेत् चतुर्थं हेतुमान् भवेत् सत्यं तर्हि अत्र कः क्लेशः इति चेत् गगनारविन्दम् इति अप्रसिद्धमस्ति तादृशं यदा कदापि न भवितुमर्हति गगनारविन्दं यथा ससविषाणम् इति वस्तु एव नास्ति लोके तथा गगनारविन्दम् इति वस्तु एव नास्ति तर्हि अत्र पक्षः अप्रसिद्धः अतः एव आश्रय असिद्धः आश्रय असिद्धः आश्रयः असिद्धः अस्ति अप्रसिद्धः अस्ति तर्हि पक्षः नास्ति चेत् तदेव आश्रय असिद्धः तर्हि गगनारविन्दं नास्ति चेत् तस्मिन् अरविन्दे सुरभि गन्धः अस्ति वा इति चिन्तनं कथं वा स्यात् न भवितुमर्हति इति आश्रय असिद्धः एवम् अत्र किञ्चित् वदति वा आश स्वरूपसिद्धिविषये वर्षा भगिनि हा महोदय हा स्वरूप असिद्धिविषये तु अत्र शब्दः वाक्यमस्ति शब्दः अनित्यः चाक्षुषत्वात् इति अत्र चाक्षुषत्वम् इति इति पक्षे एव नास्ति चाक्षुषत्वम् इति हेतुः पक्षे एव न अस्ति अतः तदेव दोषमस्ति भिन्नमस्ति अतः दर् स्वरूप असिद्धिः डिफ्रेण्ट् फ्रम् आश्रय असिद्धिः हेतौ हेतुः पक्षे नास्ति इति दोषः पक्षधर्मत्वं नास्ति पक्षधर्मता नास्ति पक्षधर्मता नास्ति हेतौ आश्रयासिद्धौ पक्षः एव नास्ति किन्तु स्वरूपासिद्धौ पक्षधर्मता नास्ति अस्तु अग्रे पठतु भगिनि इदानीम् आश्रयासिद्ध असिद्ध्यादिकरणं कथम् इति आश्रय असिद्ध्यादि कथनम् एतावता प्रबन्धेन हेतुविशेष्यकभ्रमौ आदाय विशेषकभ्रमौ इति उक्तवती खलु मम पुस्तके तु भ्रमौ एव अस्ति सत्यं सत्यं भ्रम न क्रम इति मया श्रुतम् अतः न भ्रम अस्तु अस्तु समीचीनं एतावता प्रबन्धेन हेतुविशेषकभ्रमौ आदाय स सव्यविचारः पक्षविशेष्यकभ्रम आदाय भ्रममादाय च विरुद्धसत्प्रतिपक्षौ निरूपितौ। इदानीम् एतावता वयं हेतुविशेष्यकभ्रमौ आदाय सव्यविचारः इति हेतु अभासविषये चिन्तितम्। अत्र हेतुविशेष्यकज्ञाने भ्रममस्ति, विशेष्ये भ्रममस्ति इति कृत्वा तत् सव्यविचारः भवति। तदनन्तरं आं महोदय, सव्यविचारः अत्र सव्यविचारः इत्युक्ते अत्र साध्यनिष्ठ व्याप्य अभाववत्त्वं पक्षे अस्ति, तद्विद हेतुभासः भवति। इत्युक्ते अत्र अत्र उदाहरणमपि पूर्वं दृष्टवन्तः, पर्वतः धूमवान् वह्नेः इति ज्ञानस्य विषये अत्र साध्य अभावत् वृत्तित्वं हेतौ अस्ति इति कृत्वा अत्र तज्ज्ञानं हेतुविशेष्यक हेतुविशेष्ये भ्रमः अस्ति इति कृत्वा तत् सव्यविचारः अस्ति। तत्र ज्ञानस्य आकारं वदतु, तदा बुध्यते हेतुविशेष्यकभ्रमौ आदाय सव्यविचारः उक्तः इति खलु, तर्हि ज्ञानस्य आकारः कः? श्रूयते साधारण वा असाधारण एनिथिङ्ग्, सव्यविचारः इति उक्तं खलु। हा महोदय, द्वितीयं द्वे वयं दृष्टवन्तः किल, पर्वतवर्णिमान् भ्रमयत्वात् इति एकः तु साधारणविषये, शब्दः अनित्यः शब्दत्वात् इति असाधारणविषये, द्वे अपि ज्ञाने अत्र साध्यभावत् वृत्तित्वं प्रथमं तु साधारणविषये साध्यभावत् वृत्तित्वं हेतौ अस्ति। इत्युक्ते अत्र पूर्वपक्षव्याप्तिः नास्ति, प्रमेयत्वम् अत्र वर्णित्वस्य व्यापकः व्याप्यः न अस्ति इति कृत्वा अत्र दोषः अस्ति। सो अत्र हेतुविशेष्यके विशेष्ये दोषमस्ति। मै टेलिङ्ग् करेक्ट् महोदय? अत्र अन्ततो गत्वा वाक्यं वक्तव्यं, कः दोषः इति वक्तव्यम्। इत्युक्ते यद्विषयकत्वेन इति हेत्वाभास ज्ञानस्य प्रतिबन्धकत्वं तद्वत्त्वम् इति उक्तं खलु, तत्र यत्पदेन किं ग्राह्यं तद्वदतु, तदा हेतुविशेषकभ्रमौ इति अवगच्छामः। साधारणस्थले यत्पदेन किं किं गृहीतं तदेव वक्तव्यम्। यत्पदेन साध्य अभाव तादृशं वदति चेत् न भवति, इत्युक्ते प्रकृत उदाहरणे साधारणे यत् उदाहरणं भवत्या उक्तं क्रमेण चिन्तयेम। पर्वतः वर्णिमा, ओके, पर्वतः वर्णिमान् भ्रमयत्वात् इति उदाहरणम् इति वाक्यं मया उक्तं सत्यं, तर्हि तत्र कः दोषः? दोषः अस्ति अत्र प्रमेयत्वे वन्नि अभाववत् वृत्तित्वम् अस्ति इति, साध्य अभाववत् वृत्तित्वं हेतौ अस्ति इति, तदेव दोषः अस्ति। तर्हि उदाहरणे यदस्ति तद् स्वीकृत्य वदति वा? साध्य अभाव साध्यम् इति सामान्यपदमस्ति खलु, प्रकृत उदाहरणे साध्यस्थाने किं किं वक्तव्यं? वर्णि वन्नि अभाववत् वृत्तित्वं प्रमेयत्वे अस्ति इति एव दोषः। हा उत्तमं, वह्निः अभाववत् वृत्तित्वं, वह्निः अभाववत् वृत्तिप्रमेयत्वं खलु, अभाववत् वृत्तिप्रमेयत्वम् इति दोषः। तर्हि हेतुविशेष्यकभ्रमौ, इदानीं वह्निः अभाववत् वृत्ति प्रमेयत्वम् इत्यत्र प्रमेयत्वम् इति विशेष्यमस्ति, तदेव हेतुः। तर्हि विशेषणं किम् इति चेत् साध्य अभाववत् वृत्ति इति विशेषणम्। साध्य अभाववत् वृत्तिविशेष साध्य अभाववत् वृत्तिप्रमेयत्वम् इति भ्रमात्मकमस्ति इति कृत्वा तत्र सव्यविचारः निरूपितः। एवम् अत्र असाधारणस्थले वदतु महोदय. अत्र एकः प्रश्नः अस्ति महोदय, समीचीनतया मम बोधः न जायते अत्र यत् पदेन किं ग्राह्यम् अत्र साध्य अभाववत् साध्य अभाववत् साध्यं किं वह्नि अभाववत् वृत्तिप्रमेयत्वम् इति यत्पदेन ग्राह्यम्. ओके देन् ओके हा महोदय एवम् असाधारणस्थले यत्पदेन किं ग्राह्यं तद्वदतु. उदाहरणं स्वीकृत्य प्रथमम् उदाहरणं वदतु. शब्दः अनित्यः शब्दत्वात् इति उदाहरणमस्ति वाक्यमस्ति अत्र. शब्दः अनित्यः अत्र साध्यः अस्ति अनित्यत्वम् अनित्यत्व अत्र सामानाधिकरण्य अभाववत् शब्दत्वम् इति दोषः अन्त भवति इत्युक्ते अत्र अनित्यत्वसामानाधिकरण्य अभाववत् शब्दत्वम् इति दोषः भवति. अनित्यत्वसामानाधिकरण्य अभाववत् शब्दत्वम् इति दोषः भवति अत्र. अभाववत् अनित्यत्व अभावः इत्युक्ते नित्यः अनित्यत्व अभाववत् इति किम् शब्दः. हा अनित्यत्व अभाववत् सामानाधिकरण्यम् कुत्र अस्ति. अनित्यत्व अभाववत् नास्ति किल, अनित्यत्व सामानाधिकरण्यम् तस्य अभाव ओके अनित्यत्व अभाव करेक्ट् महोदय. अनित्यत्व अभावत् सामानाधिकरण्यं शब्दत्वे अस्ति. हा शब्दः एव हेतु किल, शब्दत्वे अस्ति इति प्रतिपादयतु. तत्र किञ्चित् चिन्तयतु, अनित्यत्ववत् सामानाधिकरण्यं शब्दत्वे अनित्यत्वसामानाधिकरण्य शब्दत्वम् अनित्यत्व अनित्यत्व अभाववत् सामानाधिकरण्य शब्दत्वम् इति वदति चेत् समीचीनं भासते वा. महोदय किञ्चित् भ्रमः जायते. अस्तु भवतु, अत्र अग्रिमे वर्गे इदानीं समयः जातः, तर्हि अग्रिमे वर्गे इतः आरभ्य पठेम. किन्तु गृहपाठरूपेण हेतुविशेष्यकभ्रमौ पक्षविशेष्यकभ्रमम् आदाय विरुद्धसत्प्रतिपक्षौ निरूपितौ इति उक्तं. तर्हि तत्र हेतुविशेष्यकभ्रमः कः पक्षविशेष्यकभ्रमः कः इति उदाहरणं स्वीकृत्य अत्र चत्वारि पदानि अस्माभिः वक्तव्यानि अस्ति. यानि पदानि यत्पदेन गृहीतानि भवन्ति तदेव गृहपाठः. तत् एकवारं दृष्ट्वा तत् पुनस्मारणायापि भवति. साधारणसविचारः असाधारणसविचारः तदनन्तरं विरुद्धः तत्प्रतिपक्षः इत्यत्र यत्पदेन किं ग्राह्यम् इत्यस्मिन् विषये सर्वे चिन्तयन्तु. अग्रिमे वर्गे पुनः एतावता इति आरभ्य पठित्वा अग्रे गच्छेम. अस्तु अत्र स्थगयेम. सर्वेभ्यो नमस्कारः, धन्यवादश्च. धन्यवादः महोदय, नमस्कारः.